नमस्सर्वेभ्यः. अस्माकं पाणिनीयव्याकरणवर्गे सर्वेषां स्वागतम्. वयम् इत्संज्ञाकारणानि दृष्टवन्तः पूर्वम्. अनन्तरं वयं सत्वं नत्वम् इति अधीतवन्तः तस्मिन् विषये. प्रवृत्तमानविषयः अस्ति नुमागमः इति. तत्र वयम् इदितो नुम् धातोः इति प्रमुखसूत्रं वयं दृष्टवन्तः गते सप्ताहे. तस्मात् पूर्वं किञ्चित् पुनस्मरणं कुर्मः. तत्र सत्व विधायकसूत्रं दृष्टवन्तः. प्रथमं धात्वादेः शः सः इति, यत्र उपदेश अवस्थायां धातोः आदौ मूर्धन्यशकारः अस्ति चेत् तस्य सकारेण सह तस्य आदेशः भवति इति वयं दृष्टवन्तः. अनन्तरं नत्व विधायकसूत्रं दृष्टवन्तः. नो नः इति सूत्रमासीत्. आं, स्वागतं महोदय. तत्र वयं दृष्टवन्तः यदा उपदेश अवस्थायां धातोः आदौ नकारः अस्ति चेत् तत्र तद् दन्त्यनकारः तस्य आदेशरूपेण आगच्छति इति अपि वयं दृष्टवन्तः. तत्र नठा इति धातुः आसीत्, नठा नृतौ इति धातुः आसीत्. श्रीवल्ली भगिनी वदति वा किं भवति अत्र इति? आं भगिनि, नठ मूलधातु अजननासिका ईत् सूत्रेण अकारः इत् न भवति, तस्य लोपः भवति, लट् रूपः भवति. नो नः इति सूत्रेण उपदेशे नो नः इति सूत्रेण मूर्धन्यनकारस्थाने दन्त्यनकारः भवति, रूपं नट् इति लौकिकधातुः भवति. उत्तमं भगिनि, धन्यवादः. अनन्तरं वयं दृष्टवन्तः यदा नोपदेशानां धातुः अस्ति चेत्, नोपदेशः धातुः इत्युक्ते यस्य उपदेश अवस्थायां मूर्धन्यनकारः आसीत् इति. नोपदेशानां धातूनां विशिष्टं कार्यं विधीयते. यदा नत्वं नत्वविषये वयं इति वयं किञ्चित् दृष्टवन्तः तस्मिन् विषये अपि. उपसर्गात् असमासे अपि नोपदेशस्य इति सूत्रं वयं परिशीलितवन्तः गतसप्ताहे. तत्र अमित्राव् महोदय वदति वा परियोगः नामः परिणामः इति णत्वं कथं भवति इति? अस्ति वा महोदय? आं भगिनि, उपसर्गाद् असमासे अपि इणो उपदेशस्य इति सूत्रेण यत् उपसर्गे णत्वस्य निमित्त अस्ति, ऋकार षकार वा ऋकार. अनन्तरं धातोः उपदेशावस्थायां नकार अस्ति आदौ, तर्हि अनेन सूत्रेण समासे असमासे अपि णत्वं भवति, नकारस्य नकार भवति इति वार्ता. अत्र किमर्थं रषाभ्यां नोणः समानपदे कार्यं न करोति? अत्र पदद्वयम् अस्ति, उपसर्ग अनन्तरं नाम इति प्रातिपदिक द्विपदमस्ति, समानपदं नास्ति. तर्हि रषाभ्यां नोणः समानपदे इति तस्य प्रसक्तिः नास्ति तस्य सूत्रस्य. आम्, उत्तमम्. अनन्तरं नामः इति यद् पदम् अस्ति तस्य तद् नोपदेशपदं वा? नोपदेश पदम् इति मन्ये. अस्ति चेदेव कार्यं करोति किल. सत्यं नम ओर् समथिङ्ग् लैक् दट् मस्ट् बी उपदेशिक अवस्थायाम्. उत्तमं, धन्यवादः महोदय. अनन्तरम् असमासे अपि दृष्टवन्तः एतत् सूत्रमेव कार्यं करोति इति. समासविषये इदानीं महोदय उक्तवान्, असमासे अपि एतत् सूत्रमेव कार्यं करोति इति वयं दृष्टवन्तः. अत्र यदा वयं पृथक् उपसर्गः पृथक् पदम् इति, उपसर्गात् असमासे अपि नोपदेशस्य इति सूत्रे यदा वयं उपसर्गः पृथक् पदम् अस्ति इति यद् दत्तमस्ति तस्य स्पष्टीकरणं कर्तुम् इच्छामि. तत्र यदा वयम् अव्ययविषये अव्ययः इत्युक्ते सुबन्तपदं, तादृशमेव उपसर्गः अपि सुबन्तपदं. समासः सुबन्तानां विषये एव भवन्ति न तिङन्तानाम् इति अत्र एव दत्तम् अस्ति. प्र इति उपसर्गः यदा अव्ययं सुबन्तपदं तादृशम् एव एतदपि सुबन्तपदं, परन्तु सु इति यद् प्रत्ययः अस्ति तस्य तु लोपः भवति. किमपि सूत्राणि सन्ति तद् वयम् अग्रे द्रक्ष्यामः, परन्तु तादृशमेव आगच्छति इति मनसि भवेत्. अतः एव तत्र दत्तमस्ति उपसर्गः पृथक् पदम् अस्ति इति दत्तमस्ति. अस्तु, विजया भगिनी वदति वा असमासे प्रयोगः नदति प्रणदति इति कथं भवति इति? अस्ति वा भगिनि? आं वदतु. आं भगिनि, प्रणदति तत्र नद् योग, नद् इत्युक्ते तत्र नद् योगः छप् योगः तिगन्तं ति इति आगच्छति. नदति प्र उपसर्गपूर्वकः, नदति इति लट् प्रत्ययम्. उपसर्ग असमासे अपि नोपदेशस्य इति सूत्रेण तत्र दन्त्यनकारः मूर्धन्यनकारः इति परिमाणं कृतवान् परिमाणं कृतं तत्र, अतः प्रणदति इति आगच्छति. उत्तमं, प्रथमं मूले नकारः आसीत्, नोनः इति सूत्रेण नकारः अभवत्, अनन्तरं पुनः एतत् सूत्रेण नत्वं भवति इति एतत् सूत्रं वदति. उत्तमं, धन्यवादः भगिनि. आम्, एतदेव वयं दृष्टवन्तः गते सप्ताहे. अस्तु, इदानीम् अग्रे सरामः प्रायः. माला भगिनी नुमागमः इति आरभ्य पठति वा? आं भगिनि, श्रूयते वा? आम् आम्. अस्तु, नुमागमः इदितो नुम् धातोः सूत्रमस्ति 7158. इदितः धातोः नुम् आगमो भवति. इदित् इत्युक्ते इत् इत् यस्य सः. तत्र प्रथमः इत् नाम ह्रस्वः इकारः, द्वितीयः इत् नाम इत् संज्ञा. ह्रस्व इकारस्य इत् संज्ञा यस्य सः धातुः इदित्. इत् इत् यस्य स इदित् बहुव्रीहिः तस्य इदितः. इदितः षष्ट्यन्तम्, नुम् प्रथमान्तं, धातोः षष्ट्यन्तं, त्रिपदम् इदं सूत्रम्. सूत्रं स्वयं सम्पूर्णं इदितः धातोः नुम्. अग्रे पठामि वा? कस्मिन् करपत्रे स्मः? द्वितीयकरपत्रमेव महोदय, धातुविज्ञानम् इति करपत्रे तत्र नुमागमः इति तृतीयबिन्दुः. द्वितीयकरपत्रे तृतीयबिन्दुः नुमागमः इति. धातुविज्ञाने तु वयं इति वा? आं, तत्र द्वितीयकरपत्रम् अस्ति किल. ओ, धातुविज्ञाने अस्तु. प्राप्तं वा? 3.2 इति करपत्रं, 3.2 करपत्रे तृतीयबिन्दुः. अनन्तरं नुमागमः. भगिनी वदतु. अस्तु, इदितो नुम् धातोः इति सूत्रं वदति. इदितः धातोः नुम् आगमः भवति. इदितः धातुः इत्युक्ते इत् इत्यस्य सह, इत्युक्ते इत् इति प्रथम इत् अस्ति ह्रस्व इकारः, द्वितीयः इत् अस्ति इत् संज्ञा. यस्य धातोः अन्ते इकारः अस्ति सः इत् संज्ञा भूत्वा, यः धातुः अस्ति तस्मिन् धातोः नुम् आगमः भवति इति. इदितः इत्युक्ते षष्ट्यन्तपदमस्ति इदितः. नुम् इति पदस्य प्रथमारूपम् अस्ति, अनन्तरं धातोः षष्ट्यन्तं रूपम् अस्ति. त्रिपदम् इदं सूत्रम्, इदितः धातोः नुम् इत्युक्ते इत् इदित् धातोः नुम् आगमः भवति इत्युक्ते नकारः. नुम् इत्युक्ते मकारस्य लोपः भवति हलन्त्यम् इति सूत्रेण. उकारः अपि गच्छति उपदेशे अजनुनासिक इत् इति सूत्रेण, नकारः एव अवशिष्यते. तर्हि नकारस्य आगमः, नकारस्य आगमः इति वदति. इदित् इत्युक्ते इत् इत् योगः इत् इति भवति. तत्र इत् इति प्रथम इत् अस्ति किल, तत्र जष्ट्वं भूत्वा इद् योगः इत् इदित् इति रूपम् आगच्छति. तदेव इदित् इति दत्तम् अस्ति. तत्र प्रथमः इत् यदा भगिनी उक्तवती, ह्रस्व इकारः सूचयति. इत् इत्युक्ते ह्रस्व इकारः. तकारः यदस्ति तदेव अहं प्रायः गतसप्ताहे अपि उक्तवती, तपरकरणम् इति तस्य नाम. तस्मिन् विषये इदानीमेव वयं पठामः. अतः इत् इत्युक्ते ह्रस्व इकारः. द्वितीयः इत् इदित् इत् इत् इति अस्ति किल, तत्र द्वितीयः इत् इत्युक्ते इत् संज्ञा. इकारस्य इत् संज्ञा इत्युक्ते इदित् इति नामकरणम् आगच्छति. एतदेव एतत् सूत्रं वदति. धातोः इति कीदृशदा, तदपि षष्ट्यन्तम्, इदितः अपि षष्ट्यन्तं यदा भगिनी उक्तवती. कीदृशधातोः इत्युक्ते इदितः धातोः, इदितः इति विशेषणं, धातोः इति विशेष्यं, नुम् इति आगमः. आगमः त्रिविधः अस्ति, मित् टित् खित् इति. आगमः त्रिविधं. प्रथमं वयं मित् विषये अद्य पश्यामः, टित् कित् विषये अग्रे आगच्छति, तस्मिन् समये वयं द्रक्ष्यामः. मित् इत्युक्ते किम्? आगमः कुत्र भवति स्थाने तु न भवति आगमः, मित्रवत् आगमः इति वयं पूर्वमेव दृष्टवन्तः. अतः कुत्र आगमः भवति, आदौ वा अन्ते वा मध्ये वा इति एतत् नुम् इत्यस्य मित् वदति कुत्र आगमः भवति इति तदेव वदति. तत्रैव इङ्कितमस्ति कुत्र आगमः भवति इति. अस्तु भगिनि, मित् अनन्तरं द्वितीयः किं? तित् कित् तकारः. आम् पकारः तकारः तकारः टित् कित् अनन्तरं कवर्गः प्रथमकवर् कवर्गः कित् अस्तु. अग्रे पठामि वा? आम् अग्रिमपरिच्छेदमपि पठतु भगिनि यदि तर्हि क्षम्यताम्. आम् तर्हि यः धातुः कित् अस्ति. आम् आं महोदय, एकनिमिषं भगिनि. आं वदतु महोदय. इदानीं मित् इति भवान् उक्तं, किमर्थं मकारः आगच्छति? तत्र नुम् इति पदे मकारस्य इत्संज्ञा हलन्त्यम् इति सूत्रेण भवति किल, तदेव मित्. मकारः इत् यस्य सः मित्. मम प्रश्नः, नदीं नदीम् इति धातोः चन्द्रबिम्बम् उपसर्ग सारि अनुनासिक इति रूपेण चन्द्रबिम्बं युत् अग्रे आगच्छति. धातोः नः इति रूपेण नकारम् अस्ति, नदी इति रूपं मित् किमर्थम्? भवति महोदय, नुम् इति आगमः कुत्र भवति इत्येव. नुम् इति यदा आगमः, यदा धातुः इदित् अस्ति चेत् नुम् इति आगमः भवति. अग्रे आगच्छति, वयं परिशीलयिष्यामः, अहं वदामि. भगिनि एकं अनुनासिकं वर्जयित्वा यदा आगमस्य आगमप्रत्यये केवलं टित् मित् अपि च कित् एव प्रयुज्यते, अन्य कोऽपि वर्णः युज्यते वा आगमविषये वा? आगमविषये एव केवल आगमविषये एव. सामान्यतया एतदेव सर्वदा व्याकरणशास्त्रे अपवादः तु भवति एव. यदा आगच्छति वयं परिशील्य सामान्यतया एतदेव. यदा अग्रे पठिष्यामः वयं परिशीलयिष्यामः. धन्यवादः. तर्हि यः धातुः इदित् अस्ति तस्य नुमागमः भवति इति इदं सूत्रं सूचयति. बहवः इदितः धातवः सन्ति यत्र कुत्रापि धातौ ह्रस्व इकारस्य इत् संज्ञा भवति, तस्मिन् धातौ नुम् आगमः भवति एव. सः धातुः इदित् अस्ति अतः नुमागमः. यथा नदी नद् नो नः इत्यनेन नद् नद् भवति. अयं धातुः इदित् नाम ह्रस्वः इकारः इत् संज्ञकः यस्य सः. नद् धातोः इत् इत् अस्ति इति कारणेन नुमागमः. अधुना नद् धातौ नुम् कुत्र आयाति? नुम् आगमः मित्, अतः अयं नकारः धातोः अन्तिमस्वरात् परे आयाति इति अग्रिमं सूत्रं वक्ति. अस्तु, वयं दृष्टवन्तः इदितो नुम् धातोः इति सूत्रे इदितः धातोः नुम् आगमः भवति. इदानीं नदीम् इति नदी इति धातु पश्यामः चेत् औपदेशिकधातु इति वदामः खलु? आम् अस्तु, नदी इति पश्यामः चेत् तत्र यस्य इकारस्य उपरि चन्द्रबिन्दुः अस्ति तस्य लोपः भवति, अनन्तरं नद् एव अवशिष्यते. अत्र नो नः इति सूत्रम् आगत्य नद् मूर्धन्यनकारस्य दन्त्यनकारे परिवर्तनं भवति, अतः नद् इदानीं नद् भवति. अयं धातुः इदित् नाम ह्रस्वः इकारः इत्संज्ञकः यस्य सः. वयं दृष्टवन्तः इकारस्य लोपः अभवत् अभवत् इत्संज्ञा भूत्वा. नद् धातोः इत् इत् अस्ति इति कारणेन नुमागमः. अधुना नद् धातौ नुम् कुत्र आयाति? इदानीं नुमागमः इति वयं वदामः, परन्तु अस्मिन् धातौ नुम् अथवा नकारस्य आगमः कुत्र भवति इति वयम् अग्रे द्रक्ष्यामः. अन्तिमे अत्र नुम् आगमः मित्, अतः अयं नकारः धातोः अन्तिमस्वरात् परे आयाति इति अग्रिमं सूत्रं वक्ति. अस्तु, नुम् आगमः अत्र मित् अन्ते मकारः अस्ति अतः मित् इति वदामः. अयं नकारः धातोः अन्तिमस्वरात् परे, तर्हि नद् नद् पश्यामः चेत् नद् इत्युक्ते एकनिमिषं महोदय, आं वदतु भगिनि. नद् इत्युक्ते अन्तिमस्वरात् परे, स्वरः अत्र अकारः वा न द विभजनं करोतु भगिनि. न अ न अ द, तर्हि अकारस्य परे अकारात् परे नकारः आगच्छति, अतः नन्द् इति भवति वा? नन्द्. आम्, अतः तत्र एव नकारः आगच्छति इति अस्ति. धन्यवादः भगिनि. भगिनि एकः सन्देहः, सर्वेषाम् इदितोः धातोः इदितो धातोः नुमागमः भवति वा सर्वेषाम्? आम् आम् आम्, नित्य नित्यसूत्रमस्ति इदितो नुम् धातोः. आं सर्व भवति, बहु मुख्यसूत्रमस्ति इदितो नुम् धातोः इति सूत्रं बहुत्र आगच्छति. यत्र यत्र इदित् अस्ति तत्र तत्र नुम् आगमः भवति. धन्यवादः. आम् रामनाथन् महोदय, भवान् एव पठति वा? इदानीं स्पष्टं वा? आम् स्पष्टं वा. नुगामः अस्ति चेत् मित् आगच्छति, अनन्तरूपेण मित् अस्ति चेत् आगमः अन्तिम स्वरस्य परे आगच्छति, तदेव नकारः योगः अकारः योगः दकारः अकारः परे पुनः नकारः नुम् इति रूपेण आगच्छति. सो नन्द अन्तिमरूपं, नुम् इति आगमे अलन्त्यम् इत्यनेन मकारस्य इत्संज्ञा भवति. चन्द्रबिन्दु उपदेशे जाननासिक इति रूपेण इत् अपगच्छति, इत्यनेन उकारस्य इत्संज्ञा न इति अवशिष्यते, अन्तिमरूपं न नकारमिति अवशिष्यते. तदेव नकारयोगः अन्तिम स्वरस्य परे पुनः नकारः योगः दकारः भवति, नन्द् इति अन्तिमरूपम्. अग्रे पठामः वा? आम्, मिदच्योन्त्यात् परः इति मिदच्योन्त्यात् परः मिदच्योन्त्यात् परः यः आगमः मित् अस्ति सः अच् वर्णेषु अन्त्यात् परः आयाति अपि च अयं मित् यस्य वर्ण समुदायस्य आगमः तस्य अन्तिमवर्णयोः भवति. मकार यित् यस्य सः मित् बहुब्रीहिः. मित् प्रथमान्तम् अच् षष्ट्यन्तम् अन्त्यात् पञ्चम्यन्तं परः प्रथमन्तम् अनेकपदमिदं सूत्रम्. आदन्तौ टकितौ आद्यन्तौ टकितौ सारि आद्यन् आद्यन्तौ टकितौ इत्यस्मात् अन्तः इत्यस्य अनुवृत्तिः. अस्मिन् सूत्रे अच् षष्ठी विभक्तौ अन्त्यात् अचः इत्यस्य अर्थः निर्धारणं नाम सर्वेषु स्वरेषु अन्तिमः. अचः एकवचने चेदपि सार्वत्रिक बहुवचनार्थकः. अत्र षष्टिविभक्ते अर्थः स्थाने इति न. अतः षष्टिस्थानयोगो योग स्थान षष्टिस्थाने योग इत्यत्र अपवादः. अनुवृत्तिः सहितसूत्रं मित् अन्यात् अचः पर अन्तः. अस्तु, एतत् सूत्रस्य भागद्वयं करोतु महोदय. प्रथमं यः आगमः मित् अस्ति सः अच् वर्णेषु अन्त्यात् परः आयाति इति प्रथमभागः. अनन्तरम् अपि च अयं मित् यस्य वर्णे वर्णसमुदायस्य आगमः तस्य अन्तिम अवयवो भवति इति द्वितीयभागः अस्ति. तद् वयम् अग्रिमपरिच्छेदे वयं तस्य परिशीलनं कुर्मः. प्रथमभागस्य एव प्रतिपादनं करोतु इदानीम्. मकार इत् अस्ति चेत् नुमागमः अन्तिम मीन् धातोः अन्तिम ह्रस्व सारि अन्तिमस्वरस्य परे आगमः भवति. नुम् इत्येव आगमः इति नास्ति, किमपि अन्यदपि मका मित् भवितुम् अर्हति. अतः अन्यवर्णः अपि इदानीं नुम् एव एक्साम्पल् वाट् इस् इन् उदाहरणम् भगिनी. अत्र वर्णसमुदायस्य इत्युक्ते केवलं नकार मोर् देन् टु आगन्तुं शक्नोति वा वर्णसमुदाय? न तद् नास्ति. वर्णसमुदायस्य आगमः यदा भवान् उक्तवान् एव, नुम् इत्युक्ते तत्र तु वर्णसमुदायः किल, नकारः उकारः मकारः इति, तत्र तस्मिन् सन्दर्भे वर्णसमुदायस्य आगमः इति दत्तमस्ति. परन्तु तत्तु धातुः विषये नास्ति, अतः एव अहम् उक्तवती भागद्वयं कुर्मः. एकः भागः पूर्णतया अवगच्छामः, अनन्तरं द्वितीयभागं प्रति गच्छामः. प्रथमं यदा नुम् इति आगमः इति वयं यदा अस्माकं प्रसङ्गः इदानीम् अस्ति, तत्र यः आगमः मित् अस्ति सः अच् वर्णेषु अन्त्यात् परः आगच्छति इति दत्तमस्ति. अतः तत्र यावन्तः अचः सन्ति तेषु अन्तिमः इत्येव अर्थमस्ति. तदेव अत्र तत्र तदपि दत्तमस्ति, अन्त्यात् अचः इत्यस्य अर्थः निर्धारणम् इति, सर्वेषु स्वरेषु अन्तिमः इति निर्धारणं. औट् आफ् मेनी स्पेसिफैङ्ग् वन् इति अर्थे भवति. सर्वेषु स्वरेषु अन्तिमः इति तदेव अन्त्यात् अचः इत्यस्य अर्थम् अस्ति. तदेव यदा वयम् अनुवृत्तिसहितसूत्रं पश्यामः चेत् तत्र मित् अन्त्यात् अचः परः इत्येव भागं वयं प्रथमं स्वीकुर्मः. अन्तः इति भागमेव तस्य द्वितीयभागस्य अनुवृत्ति तदेव सूचयति, अन्तः इति भागम्. अतः प्रथमम् एतत् स्वीकुर्मः, मित् यत् मित् इति आगमः तदेव प्रथमा विभक्तौ अस्ति. अन्त्यात् अचः परः आगच्छति, अन्त्यात् अचः परः मित् आगच्छति इत्येव तस्य अर्थः अस्ति. अवगतं वा? किमर्थं दत्तम् इदानीम्? आद्यन्तौ टकितौ इति सूत्रेण तद् अन्तः इति भागम् अनुवृत्तिरूपेण आगच्छति. अस्तु, आद्यन्तौ टकितौ इत्येव सूत्रम् एव यदा अहम् उक्तवती किल, टित् कित् इति आगमः अस्ति, एतत् सूत्रेण एव तद्विधीयते. आद्यन्तौ टकितौ इति सूत्रेण एव टित् कित् इति आगमः विधीयते. अस्तु, इदानीं वयं एतत् स्पष्टम् अस्ति वा? द्वितीयभागं प्रति गच्छामः वा? भगिनि, अच अन्त्यात् परः इति भवेत् किल? अन्त्यात् अचः इति अन्वय क्लिष्टं न, अचः अन्त्यात् परः. आम्, ओके. अनुवृत्तिसहितसूत्रम् अत्र मित् अचः अन्त्यात् परः इति वदति चेत् स्पष्टं भवति इति मन्ये. आम् आम्, अन्त्यात् अच लिटिल् किञ्चित् भ्रमः जातः तत्र. अचः अन्त्यात् अचः अन्त्यात् परः इन् दट् लास्ट्. परन्तु तत्र निर्धारणम् इति दत्तम् अस्ति किल, तस्मात् एव अन्त्यात् अचः इति दत्तं. सर्वेषु स्वरेषु अन्तिमः, यावन्तः अचः अस्ति तेषु अन्तिमः इति अर्थे अन्त्यात् अचः इति दत्तमस्ति. अन्त्यात् इति पञ्चमी एव. आम्, अन्त्यात् अचः पञ्चमी विभक्ति. तत्र तस्मात् इति कारणे पञ्चमी आगच्छति महोदय, केषुचित् स्थलेषु कारणपञ्चमी इति वदामः. तत्र तस्मात् इति कारणात् अतः एव तत् अत्र किमपि सूत्रविभक्तिसूत्रार्थं नास्ति, परन्तु एतदेव तस्मात् अचः परः इति आगच्छति. एतद् कारणपञ्चमी इत्यस्य वर्णनं भवितुम् अत्र ददाति वा, नो चेत् केवलम् इति उल्लेखनमेव? तादृशं नास्ति, परन्तु अन्त्यात् अचः इत्युक्ते तदर्थमेव आगच्छति, तस्मात् इति अर्थे एव आगच्छति. मम तु एतत् प्रश्नः मनसि अनेके स्थानेषु आगच्छति. आङ्ग्लभाषायां तु पञ्चमी बहु सामान्यमस्ति, यथा फ्रम् दिस् रीज़न् तादृशं. किन्तु करण विभक्ति तु कारणपञ्चमी, करणमित्यपि नास्ति, कारणपञ्चमी इति आगच्छति. तस्मात् इत्यर्थे, तस्मात् एतदर्थम् आगच्छति इति अर्थे आगच्छति. एतस्य विवरणं वयं कुत्र प्राप्तुं शक्नुमः? कुत्रापि अस्ति वा? अहं दृष्ट्वा वदामि महोदय. आद्यन्तौ आदि अन्त् इति द्वन्द्वसमासः अस्ति, अतः परन्तु आमाम् आम् आम् भगिनि, परन्तु तद् अस्माकं विषयः नास्ति अत्र. वयं मिदचोन्त्यात् परः प्रथमं पूर्णतया अवगच्छामः, अनन्तरं तत् प्रति गच्छामः. अस्तु अस्तु, धन्यवादः. अस्तु, अत्र द्वितीयभागं प्रति इदानीं गच्छामः. तत्र यदा वयम् अनुवृत्तिसहितसूत्रे पश्यामः चेत् अन्तः इति एकं भागम् अस्ति. अन्तः इत्युक्ते किम् इति अग्रिमपरिच्छेदे दत्तमस्ति. तदेव अयं मित् यस्य वर्णसमुदायस्य आगमः तस्य अन्तिम अवयवो भवति इत्यस्य एव उल्लेखनम् अत्र अस्ति. सुमित्रा भगिनी पठति वा? भगिनी पठामि. अपि च अस्मिन् सूत्रे नुमागमः निदचोन्त्यात् परः इति सूत्रस्य अग्रिमपरिच्छेदः. आं भगिनि, अस्मिन् सूत्रे क्षम्यतां भगिनि, कुत्र अस्ति इति? निदचोन्त्यात् परः प्राप्तवती वा? आम् आम् आम्, तस्य अग्रिमपरिच्छेदः एव. अस्मिन् सूत्रे नुमागमः यस्य वर्णसमुदायस्य आगमः तस्य अन्तिमावयवो भवति इत्युक्तम्. अस्य अर्थः कः इति स्पष्टं भवति सुबन्तप्रकरणे. ज्ञानशब्दः बहुवचने ज्ञानानि भवति. ज्ञानयोगः इ, षि प्रत्ययः लशक्व अतद्धिते इत्यनेन इ अवशिष्यते. मिदचोन्त्यात् परः इत्यनेन नुमागमः ज्ञानयोगः न योगः इ. अयं नकारः ज्ञान इति अङ्गस्य वर्णसमुदायस्य अन्तिमावयवः इति कारणेन सर्वनामस्थाने चासम्बुद्धौ इत्यनेन अङ्गस्य उपधायाः दीर्घः ज्ञानान् योगः इ ज्ञानानि. यदि नकारः ज्ञान इति अङ्गस्य अन्तिमावयवः न भविष्यत्, अकारः उपधायां न भविष्यत्, सर्वनामस्थाने चासम्बुद्धौ इत्यनेन अकारस्य दीर्घादेशः च न भविष्यत्. आम् सूत्रं महोदय. आम् सुमित्रा भगिनी अवगतं वा? किञ्चित् एव भगिनि, परन्तु आम् अखण्डशः पश्यामः, पुनः पठतु. अस्मिन् सूत्रे नुमागमः यस्य वर्णसमुदायस्य आगमः तस्य अन्तिमावयवो भवति इत्युक्तम्. भगिनि अवयवो इत्युक्ते? अवयवः इत्युक्ते अङ्गं, भागम् इति. शरीरस्य अवयवः हस्तं शिरं वा अस्ति किल, तादृशम् अवयवः भागस्य आगमः तस्य अन्तिमावयवः भवति. अस्तु, यत्र वर्णसमुदायस्य आगमः भवति तस्य अन्तिमभागे नुम् आगच्छति इति उक्तं. नुमागमः अस्य अर्थः कः इति स्पष्टं भवति सुबन्तप्रकरणे. ज्ञानशब्दः अस्ति, बहुवचने ज्ञानानि भवति. विकरणप्रत्ययः तु षि, ज्ञानयोगः षि, लशक्व अतद्धिते इत्यनेन इकारः एव अवशिष्यते. लशक्व अतद्धिते इत्यनेन कस्य इत्संज्ञा भवति? शकारस्य आदौ यदा शकारः अस्ति तस्य लोपः भवति, अतः इकारः एव अवशिष्यते. अनन्तरं मिदचोन्त्यात् परः इत्युक्ते ज्ञान इति शब्दस्य प्रातिपदिकं किं भगिनि? ज्ञानानि इति यद् बहुवचनान्तमस्ति तस्य प्रातिपदिकं किम्? ज्ञान एव खलु? ज्ञान एव. इदित् अस्ति वा? इकारः न तत्र. उत्तमम्. अतः इदितो नुम् धातोः इत्यस्य प्रसङ्गः अत्र नास्ति. एतत् भिन्नसूत्रेण नुमागमः अत्र भवति, अतः भिन्नवार्ता अस्ति. अस्माकं विषयः तु इदितो नुम् धातोः इति विषये एव, धातोः नुम् आगमः इत्येव विषयः अस्ति. एतत्तु बोनस् अथवा एक्स्ट्रा अस्ति. एतत् भिन्नसूत्रेण नुम् आगमः अत्र आगच्छति इति प्रथमं तद् ज्ञातव्यम् एव. अत्र यत्र ज्ञान इति प्रातिपदिकं, तत्र नुम् इति आगमः भवति, वर्णसमुदायः तदेव. नुम् इति वर्णसमुदायस्य आगमः भवति. कुत्र भवति इति प्रश्नः. नुम् अपि मित् एव अस्ति, मकारस्य संज्ञा मित् अस्ति. अतः ज्ञान इति शब्दे के स्वराः सन्ति भगिनि? अस्ति, क्षम्यतां, पुनः भगिनि न श्रूयते. अकारः, अच्वर्णः. के अच्वर्णः? एकमेव अस्ति वा? इकारः अपि च अकारः. ज्ञान इति अन्तिम अकारः, इ इति इकारः अपि अस्ति. इकारः कुत्र? ज्ञान इति शब्दे आम् अकारः अस्ति एव, दीर्घ आकारः किल, अस्ति किल, स्वरः एव. आम् आम् सत्यम्. अतः स्वरद्वयम् अस्ति, आ इति. अस्माकं मित् इति आगमः अन्तिमस्वरात् परः एव आगच्छति इति दृष्टवन्तः. कुत्र आगच्छति? अनन्तरं नुमागमः भवति. उत्तमम्. अन्तिमः ह्रस्वाकारः, अनन्तरं नुमागमः, अनन्तरम् इकारः. अयं नकारः ज्ञान इति. तद् अवगतं किल? आम् आम् इदानीं पुनः इदानीं पठतु. आम्. अयं नकारः ज्ञान इति अङ्गस्य वर्णसमुदायस्य अन्तिमावयावः इति कारणेन सर्वनामस्थाने चासम्बुद्धौ इत्यनेन अङ्गस्य उपधायाः दीर्घः. इत्युक्ते नकारस्य दीर्घ न भवति सर्वनामस्थाने चासम्बुद्धौ इत्यनेन. इदानीं यद् नकारः भवति आगमः इति रूपेण आनयति, ज्ञानन् इति भवति प्रथमस्तरे. उपधायां कः वर्णः अस्ति? ज्ञानन् इत्येव अस्ति, तस्मिन् उपधायां कः वर्णः? नकारः अस्ति. अकारः किल? आम् अकारः इत्युक्ते अकारः. तस्य दीर्घत्वं भवति. सर्वनामस्थाने इत्युक्ते? न सर्वनामस्थाने इदानीं तद् न आवश्यकं. सर्वनामस्थाने च सम्बुद्धौ इति सूत्रमस्ति, सुबन्तप्रकरणे तद् आगच्छति. तत्र यदा उपधायाः दीर्घत्वं अनेन सूत्रेण भवति इति एव तत् सूत्रं वदति. इत्युक्ते विषयं द्वयमस्ति. प्रथमं तु नुमागमः कुत्र भविष्यति इति, मिदचोन्त्यात् परः इत्यनेन अन्तिम अच्वर्णस्य परः नुमागमः भवति, अनन्तरं नकारस्य दीर्घः सर्वनामस्थाने चासम्बुद्धौ इत्यनेन ज्ञानान् इति अवशिष्यते. योगः इ ज्ञानानि इति भवति. सर्वनामस्थाने च सम्बुद्धौ इति सूत्रं यदा कार्यं तदा करोति यत्र नकारान्तस्य अङ्गम् अस्ति चेत्, उपधायां स्थितस्य वर्णस्य दीर्घादेशः भवति इति. ज्ञानन् इति अस्ति, नकारान्त अङ्गम् अस्ति, उपधायाः दीर्घत्वं भवति. अत्र आम् उत्तमं, तद् अवगतवती. इत्युक्ते अग्रिमं पठतु. यदि नकारः, यदि नकारः ज्ञान इति अङ्गस्य अन्तिमावयावः न भविष्यत्, अकारः उपधायां न भविष्यत्, सर्वनामस्थाने चासम्बुद्धौ इत्यनेन अकारस्य दीर्घादेशः च न भविष्यत्. यदा यदा अङ्गस्य नकारः न अस्ति चेत् उपधा अकारः उपधाया अपि न आगच्छति, अतः दीर्घत्वम् अपि तस्य प्रसङ्गम् अपि न भविष्यति. यदा वयं वदामः नुम् आगमः इति, तत्र तु अन्तः इति पदं वदति अन्तिम अवयवो भवति, अन्तिम अवयवः भवति इति तत्र सूत्रे एव दत्तमस्ति. यदा तद् नास्ति, अन्तः इति पदं तत् सूत्रे नास्ति चेत् सुबन्तप्रकरणे किं भवति, कुत्र नकारः आगच्छति इति प्रश्नः उदेति. यदा नकारः ज्ञान इति अङ्गस्य अन्ते न आगच्छति परन्तु ई इत्यस्य भागे आगच्छति चेत् इदानीम् अन्तिम अवयवः नकारः न भविष्यति. अनन्तरम् उपधायां दीर्घः न भविष्यति. अनन्तरं सर्वनामस्थाने च सम्बुद्धौ इति सूत्रं न कार्यं करोति. अस्माकम् इष्टरूपं ज्ञानानि इति वयं न प्राप्तुं शक्नुमः इत्येव एतत्तु एतत् परिच्छेदं वदति. भगिनि, सर्वाणि दातवः सन्ति, बहवः दातवः सन्ति, नकार अन्त, ते सर्वे नुमागमेन एव अभवत् वा? न, एतद् राजन् नामन् तत्र बहुवचने किम् अस्ति? राजन् इति शब्दस्य बहुवचनं राजन् राजानः किल. अतः एतद् नपुंसकलिङ्गस्य बहुवचनविषये एव. बहु यदा वयं इदानीं धातोः विषये पठामः तत्र बहूनि सूत्राणि सन्ति किल, तादृशमेव सुबन्तप्रकरणे अपि बहूनि सूत्राणि सन्ति. अत्र सर्वनामस्थानम् इत्युक्ते किम् इति तस्य विवरणं बहु किमपि अस्ति. अतः एतत्तु केवलं नपुंसकलिङ्गविषये एव. अन्तः इति पदम् अस्ति किल, तस्य विवरणं. भगिनी, अन्तिमवाक्यं पुनः वदतु. यदि इति वा, यदि नकारः ज्ञान इति अङ्ग. अस्तु, इदानीं यदा यदा ज्ञानयोगः नकारः योगः नुमागमः कुत्र आगन्तव्यम् इति प्रश्नः. यदा सूत्रे अन्तः इति पदं नास्ति, अनुवृत्तिसहितसूत्रे अन्तः इति पदं नास्ति चेत् मितः अन्त्यात् अचः परः इत्येव आगच्छति. अचः परः कुत्र अन्त्य अन्तः इति पदम् इदानीं नास्ति, कुत्र आगन्तव्यं नुमागमः इत्युक्ते तत्र वयं प्रत्ययस्यापि कुत्रापि आगन्तुं शक्नुमः किल. ई इति प्रत्ययः अस्ति, तस्य अन्ते अपि आगन्तुं शक्नुमः. तत्र यदा तदा भवति चेत् नकार इदानीम् अन्तिम अवयवः किं भवति इति प्रश्नः. उपधायाम् इदानीं यदा उपधायाम् अकारः श्रूयते वा? आम् आम्. यदा उपधायाम् अकारः नास्ति चेत् तस्य दीर्घत्वं न भवति इत्येव. न भवति चेत् किं भवति इति दत्तमस्ति महोदय, तावदेव. तत्र किमपि किमपि तत्र महत्त्वम् इति किमपि नास्ति. न भवति चेत् किम्, अन्तः इत्यस्य इति पदस्य मुख्यत्वं किम् इति दत्तमस्ति, तावदेव तत्र. अस्तु, एतद् यदा वयं सुबन्तप्रकरणं पठामः तत्र किञ्च स्पष्टं भविष्यति. अस्तु, राजेन्द्रमहोदय अग्रिमपरिच्छेदं पठति वा? आम् आं भगिनि. प्रश्नः, अत्र उक्तं ज्ञानयोगी शिप्रत्ययः, केचन श्रुतवन्तः स्युः यत् सुबन्तविषये प्रत्ययाः भवन्ति सु औजस् इत्यादयः. तर्हि प्रथमपुरुषस्य बहुवचने जस् इति प्रत्ययः भवेत् किल, कथं वा शि इति जातम्? उत्तरमस्ति यत् मूलप्रत्ययः सु औजस् इति तु सत्यं, किन्तु अनन्तरं प्रत्यय आदेशाः भवन्ति, इत्युक्ते मूलप्रत्ययानां स्थाने आदेशाः भवन्ति। सुबन्तविषये लिङ्गम् अनुसृत्य कुत्रचित् प्रातिपदिकस्य अन्तिमवर्णस्य अनुसृत्य च आदेशाः विद्यन्ते। नपुंसकलिङ्गे जस् शशो शिः शिः इत्यनेन नपुंसकात् अङ्गात् जस् स्थाने शि आदेशः। अनेन नपुंसकलिङ्गे प्रथमपुरुषस्य बहुवचने इकारः आयाति, वनानि वारणि मधूनि जगन्ति, कर्मणि धनुंषि मनांसि च। तर्हि नुम् आगमः अस्तु, इदानीम् अहं प्रश्नतः वदामि तदनन्तरम्। अत्र उक्तं ज्ञानयोग इ शि प्रत्ययः प्रायशः केचन श्रुतवन्तः पूर्वं, सुबन्तपक्षे प्रत्ययाः भवन्ति सु औ जस् प्रथमविभक्तौ। तर्हि प्रथमपुरुषस्य बहुवचने जस् इति प्रत्ययः, तत्र बहुवचने जस् प्रत्ययः भवति किल, कथं वा शि इति जातं, शि कथं जातम् अत्र यः यथा ज्ञान योग इ शि प्रत्ययः भवति, तत्र कथं जस् स्थाने शि प्रत्ययः आगच्छति। उत्तरम् अस्ति यत् मूलप्रत्ययः सु औ जस् इति तु सत्यं, किन्तु अनन्तरं प्रत्यय आदेशाः भवन्ति। मूले तु सु औ जस् जस् प्रत्ययाः सन्ति, यत् प्रथमविभक्ते एकवचन द्विवचन बहुवचने, परन्तु अनन्तरं प्रत्यय आदेशाः भवन्ति। इत्युक्ते मूलप्रत्ययानां स्थाने कोऽपि आदेशाः भवन्ति। सुबन्तविषये लिङ्गम् अनुसृत्य, सुबन्तपदान् यदा निर्मामः तदा लिङ्गम् अनुसृत्य कुत्रचित् प्रातिपदिकस्य अन्तिमं वर्णस्य अनुसृत्य, लिङ्गम् अनुसृत्य अपि च प्रातिपदिकस्य अन्तिमं वर्णम् अनुसृत्य आदेशाः विद्यन्ते। नपुंसकलिङ्गे जस् शशो शिः इत्यनेन नपुंसकात् अङ्गात् जस् स्थाने शि आदेशः भवति। सूत्रं जस् शशो शिः सूत्रेण तत् जस् प्रत्ययः स्थाने शि आदेशः भवति। अनेन नपुंसकलिङ्गे प्रथमपुरुषस्य बहुवचने इकारादेशः, अन्यस्थाने तत्र नपुंसकलिङ्गे प्रथमपुरुष बहुवचने इकारादेशः भवति, यथा वनानि वारिणि मधूनि जगन्ति, कर्माणि धनुंषि मनांसि च। अतः सारांशत्वेन वदामः चेत्, यद्यपि सुबन्तपदनिर्माणसमये सु ओ जस् प्रथमविभक्ति एकवचन द्विवचन बहुवचने अस्ति, परन्तु अत्र मूल अनन्तरं तत् प्रत्यय आदेशाः भवन्ति, यत् लिङ्गम् अनुसृत्य अपि च प्रातिपदिकस्य अन्तिमवर्णः यः अस्ति तम् अनुसृत्य आदेशाः तत् विद्यन्ते। अस्मिन् उदाहरणे यत् ज्ञानयोग इ शि प्रत्ययः आगच्छति, तत् नपुंसकलिङ्गमस्ति ज्ञानम्, अत्र जस् शो शिः इति सूत्रेण तत्र जस् स्थाने तस् बहुवचने तत्र शि प्रत्ययः आदेशः भवति। अपि च तत्र बहुषु नपुंसकलिङ्गेषु प्रथमपुरुषस्य बहुवचने इकारः अपि आयाति जस् स्थाने, यथा वनानि वारिणि मधूनि जगन्ति, कर्माणि धनुंषि मनांसि च। इदं प्रायशः वयं दृष्टवन्तः, तत्र इकारः आयाति जस् प्रत्ययस्थाने। धन्यवादः महोदय, उत्तमं, तदेव अस्ति। जस् स्थाने शि इति आदेशः नपुंसकलिङ्गे इत्येव दत्तमस्ति अत्र, बहूनि उदाहरणानि अपि दत्तमस्ति। अस्तु, प्रश्नः अस्ति वा इदानीं पर्यन्तम्? जगन्नाथमहोदय अग्रिमं पठति वा? पठामि, कियद् अवगच्छामि इति. आम् आम् नास्ति चिन्ता महोदय. तर्हि नुमागमः मित् अस्ति, मकारः इत् यस्य सः, अतः नुम् अचः अन्त्यात् परः आयाति. नद् धातो नकारोत्तरवर्ती अकारः अन्तिमः अच्, अतः तस्मात् परे नुम् आयाति. तर्हि न योग नु योग द् इति स्थितिः नन्द् इति धातुः निष्पन्नः. नुमागमः मित् अस्ति इत्युक्ते मकारस्य इत् यस्य सः. अस्तु, तदवगतं वा मकारस्य इत्युक्ते किम् इति? मित् यत्र कुत्रापि मित् अस्ति तस्य संज्ञा भूत्वा नुमागमः भवति इति. नुम् इति आगमः अस्ति तत्र, मकारः केन सूत्रेण इत्संज्ञा भवति? नुम् इति यदागमः इति अस्ति तत्र मकारस्य इत् संज्ञा भवति किल, हलन्त्यम् इति सूत्रेण मकारस्य इत् संज्ञा भवति. अनन्तरम् उकार नु इति इदानीम् अस्ति तत्र उकारस्य उपदेशे अजनुनासिक इत् इति सूत्रेण इत् संज्ञा भवति. मकारस्य इत् संज्ञा भवति इति कारणात् तस्य नाम अस्ति मित्. अवगतं वा तत्? ओ अस्तु. किमर्थं मित् इति नाम इत्युक्ते मकारस्य इत्संज्ञा. ककारस्य इत्संज्ञा भवति चेत् तस्य नाम भवति चित्. तकारस्य इत्संज्ञा भवति चेत् तस्य नाम भवति टित्. अस्तु, तादृशमेव तस्य नामकरणं भवति. अनन्तरं यत् नुम् इति आगमः भवति तत् कुत्र भवति इत्येव मिदचोन्त्यात् परः इति सूत्रं वदति. अतः भागद्वयम्. अनन्तरं मिदचोन्त्यात् परः किं वदति? अन्त्यात् अचः परः नुम् इति आगमः भवति इति वदति. अन्त्यात् अचः इत्युक्ते किं? यावन्तः अचः एकस्मिन् धातोः अस्ति तेषु अन्तिमः इत्येव एतत् सूत्रं वदति. तदेव तत्र उदाहरणरूपेण अपि दत्तमस्ति. इदानीं वदतु महोदय, नध इति धातोः नुमागमः कुत्र भवति इति? तर्हि अन्तिम अचः किम्? अतः तस्मात् परः इत्युक्ते कुत्र? तस्मात् परः नकार आदेशः भवति नुम् इति. तर्हि नद् नकारस्य दकारस्य मध्ये नकार आयाति. उत्तमं, तदेव उत्तमं, मध्ये आगच्छति. अन्त्यात् अचः परः आगच्छति इत्येव. अस्मिन् स्थले तु मध्ये आगच्छति. उत्तमम्. अग्रिममपि पठतु महोदय. तदैव तथैव मदि मन्द वदि मन्द भदि भन्द छदि छन्द ग्लदि ग्लन्द परन्तु त्रपि त्रम्प् इति. अग्रिमपङ्क्तिमपि पठतु. त्रम्प् इत्यस्मिन् किमर्थं मकारः न तु नकारः? वस्तुतः नकारः आयाति एव तदा नकारस्य स्थाने अनुस्वारः, अनुस्वारस्य स्थाने तत्तत् वर्गीय अनुनासिकवर्णः आयाति यथा वदि वद् वन्द इति. प्रथमं वद् इति कथं भवति? वद् ए इत् इकारस्य अनुनासिकयोः इकारानुनासिकयोः इत्संज्ञा भूत्वा वद् भवति. एतद् किं मिदञ्चोन्त्यात् परः नुम् आगमः. मिदञ्चोन्त्यात् परः कुत्र आगच्छति इत्येव वदति. तत्तु परिभाषासूत्रं. विधिसूत्रं किं? केन सूत्रेण आगच्छति नकारः? हलन्त्यम् इति सूत्रेण. हलन्त्यम् इति सूत्रेण इत्संज्ञा भवति किल महोदय? इदितोनुं धातोः इति सूत्रेण नुम् आगमः भवति. कुत्र भवति? नुम् आगमः इत्येव दत्तमस्ति सूत्रे. कुत्र इति सूत्रे तु न दत्तमस्ति. अतः परिभाषासूत्रस्य आवश्यकम्. मिदचोन्त्यात् परः इति परिभाषासूत्रम्. तत् वदति कुत्र आगच्छति इति. अन्त्यात् अचः परः अत्र अस्ति वा? बन्द् इति. उत्तमम्. अनन्तरं वन्द् एव वन्द् इति अनुनासिकः भवति. अनुनासिकः भूत्वा तस्य दकारात् पूर्वम् अनुनासिक तु अनुस्वारः तु पुनः अनुनासिका भवति इति वन्द पुनः. आम् उत्तमं. पुनः आगच्छति. आम् उत्तमं. यद्यपि पुनः तदेव रूपम् अस्ति चेदपि एतत् कार्यं यदा उक्तमस्ति तत्र नश्चापदान्तस्य जलि अनुस्वारस्य ययी परसवर्णः इति सूत्रद्वयं सर्वदा तस्य कार्यं भवति एव, करणीयमेव. यद्यपि वन्देव तस्य रूपं समानरूपमेव आगच्छति चेदपि एतत् कार्यं करणीयम् एव सर्वदा. एतत् त्रिपादिकार्यम् इति वदामः. किमर्थम् इत्युक्ते एतत् सूत्रद्वयं नश्चापदान्तस्य जलि अनुस्वारस्य ययी परसवर्णः त्रिपाद्याम् अस्ति. अतः त्रिपादिकार्याणि इति वदामः. वर्णनिमित्तिकसन्धिकार्यम् एव तत् अस्तु. प्रिया भगिनी पठति वा? आं भगिनि. तत्र लाञ्ची इति धातुः स्वीकरोतु. कथम् आगच्छति इति प्रक्रिया वदतु सूत्रेण सह, सूत्रैः सह. अस्तु. लाञ्चि इति धातोः इकारस्य अनुनासिकयोः उपदेशे अज् अनुनासिक इत् सूत्रेण इत् संज्ञा भवति. लाच् इति अत्र इदितो नुम् आगम नुम् धातोः सूत्रेण नकारस्य आगमः भवति. कुत्र भवति इति मिदचोन् तस्यात् परः इति सूत्रेण अन्तिम अच् वर्णात् परे आगच्छति. अत्र अन्तिम अच् वर्णः अस्ति दीर्घ आकारः, तत्परे नकारस्य आगमः. तदनन्तरं नश्चापदान्तस्य झली कारणेन तत् नकारस्य अनुस्वारः परिवर्तनं भवति. अनन्तरम् अनुस्वारस्य ययि परसवर्णे परसवर्णः कारणेन लाञ्च चकारस्य चकारवर्गीय अनुनासिकवर्णः ञ अस्ति, लाञ्च इति भवति. उत्तमम् उत्तमम्. अग्रिममपि करोतु. कपि इति धातुः, कपि इति धातोः इकारस्य अनुनासिकयोः उपदेशे अज् अनुनासिक इत् सूत्रेण इत् संज्ञा भवति. खप् इति धातोः धातुरूपम् अस्ति. अत्र नुम् आगमः इदितो नुम् धातोः सूत्रेण नुम् आगमः भवति. तत् नकारस्य आगमः मिदचोन्त्यात् परः इति सूत्रस्य कारणं अन्तिम अच्वर्णः. अत्र अन्तिम अच्वर्णः अकारः अस्ति, तत् परे नकारस्य आगमः कन्प इति रूपं. नश्चापदान्तस्य जल् इति कारणेन नकारस्य अनुस्वारः रूपं स्वीकरोति कम्प् इति. अनुस्वारस्य ययि परसवर्णः कारणेन अनुस्वारस्य मकाररूपम् आगच्छति. मकारं किमर्थम् इत्युक्ते पवर्गीय अनुनासिकवर्णः मकारः अस्ति, तत्कारणे अनुनासिकस्य मकार इति रूपं भवति कम्प. उत्तमं. तत्र प्रथमसूत्रम् अस्ति किल नश्चापदान्तस्य जलि इति, तत् सूत्रं पठतु भगिनि. नश्चापदान्तस्य जलि अपदान्तस्य नकारस्य मकारस्य च स्थाने अनुस्वारादेशो भवति जलि परे. जल् प्रत्याहारे वर्गस्य प्रथमः, द्वितीयः, तृतीयः, चतुर्थः च वर्णाः अपि च श ष स ह इति वर्णाः अन्तर्भूताः. पदस्य अन्तः पदान्तः, न पदान्तः अपदान्तः तस्य अपदान्तस्य. नः षष्ट्यन्तं, च अव्ययपदम्, अपदान्तस्य षष्ट्यन्तं, झलि सप्तम्यन्तम्, अनेकपदमिदं सूत्रम्. मोनुः इत्यस्मात् मह अनुस्वारः इत्यनयोः अनुवृत्तिः. तयोर्यवावचि संहितायाम् इत्यस्मात् संहितायाम् इत्यस्य अधिकारः. अनुवृत्तिसहितसूत्रम् अपदान्तस्य मकारः, अपदान्तस्य मह नः च अनुस्वारः जलि संहितायाम्. अवगतं वा किञ्चित् भगिनि? आम् आम्, प्रयत्नं करोतु. अपदान्तस्य नकारस्य मकारस्य स्थाने अनुस्वारादेशः भवति जलि परे. जल् इत्युक्ते किम् इति प्रथमं वदतु. जल् इति प्रत्याहारः भवति. झल् इत्युक्ते झ भ घ ढ हल् पर्यन्तं. तत्तु सर्वे वर्णानां प्रथमा द्वितीय तृतीय चतुर्थ अनुनासिकवर्णं विहाय विहाय सर्वं हल् उत्तमं तत्परे अन्तस्थवर्णापि नास्ति आं महोदय अन्तस्थवर्णापि नास्ति अत्र यवरलाष्माण एव अस्ति आमामाम् जबै आरभ्य आम् आम् उत्तमम् आम् जल् प्रत्याहारे वर्गस्य प्रथम द्वितीयः तृतीयः चतुर्थः च वर्णः अपि च श श सः इति वर्णाः अन्तर्भूताः जल् प्रत्याहारे पदस्य अन्तः पदान्तः न पदान्तः इत्युक्ते अपदान्तः अपदान्तस्य नकारस्य मकारस्य स्थाने अनुस्वारस्य आदेशः भवति अपादान्तः इत्युक्ते किम् इति अवगतवती वा यत् पदस्य अन्तः नास्ति पदम् इत्युक्ते किम् सुप्तिङन्तं पदम् अतः तत् सुप्तिङन्तं पदं नास्ति अपदान्तं यत् पदं नास्ति तत् अपदान्तम् अवगतवती वा यदा अत्र बद् इति धातुः स्वीकुर्मः तत्तु पदं नास्ति किल बद् ओ अस्तु अपदान्तम् अस्ति पदं न भवति इदानीं बन्द् इति भूत्वा अनन्तरं यदा तिङ् इति प्रत्ययः योजयामः तिङ् वा अन्यत् किमपि प्रत्ययः योजयामः चेदेव तद् पदं भवति इदानीं तु तत् पदं नास्ति धातु धातुसंज्ञा एव सोपानानि मध्ये अस्ति तत् पदं न अस्ति वा आम् अपदम् इति नास्ति भगिनि अपदान्त the na which is not at the na or ma which is not at the end of a pada we are not talking about what is not a pada am mahodaya padam ityukte kim iti prathamam aham uktavati padam ityukte kim apadante karyam bhavati chet apadante ityukte kim anantram vayam nakara makara vishaya agachamah You're telling apadantasya artha it is not a padam उत्तमं तदेव बहुत्र आगच्छति अपदान्तकार्यम् इति बहुत्र आगच्छति अतः एकवारम् अवगच्छामः चेत् सर्वत्र एतदेव कार्यं किल पुनः पुनः आगच्छति अपदान्तकार्यम् इत्युक्ते यत्र पदं नास्ति अपदान्तम् परन्तु शब्दं पदं वा न वा इति परिशीलनीयं प्रथमं परिशीलनीयम् बद् इति धातुः स्वीकुर्मः चेत् यदा बन्द् इति धातुः इदानीं क्षम्यताम् आं बन्द् एव बन्द् इति धातुः स्वीकुर्मः चेत् यदा इदितोनुं धातोः वयं कृतवन्तः इदानीं बन्द् इति अस्ति पदं वा अपदं वा इति प्रश्नः अपदान्तस्य न तदेव पदं नास्ति इदानीं तत्र पूर्णतया पदं न भवति अतः एव तत्र इदानीं नकारमकारस्य स्थाने अनुस्वारादेशः कथं भवति इति इदानीं परिशीलयिष्यामः आं वदतु भगिनि किमर्थम् इदितो नुं धातोः तत् अनन्तरं वन्द् पदं नास्ति अन्तिमरूपमपि वन्देव अस्ति खलु पूर्णपदं वा वयं वा यदा वाक्ये तस्य उपयोगं कर्तुं शक्नुमः वा यदा वाक्ये वदामः वन्द् इति वदामः वा वन्दति इति वन्दते इति एव वदामः किल तदेव पदं किल पदम् इत्युक्ते किं तुं तिङन्तं पदं सुबन्तं वा तिङन्तं वा भवतु इदानीं यद् वन्द् इति अस्ति तत् तिङन्तं वा ओ तदेव अपदम् तिङन्तं नास्ति, वयं प्रत्ययः न एव योजितवन्तः अत्र, धातुः एव अस्ति अत्र. न पदान्तः अपदान्तः इत्युक्ते पदान्तस्य मध्ये अस्ति अथवा अथवा पदस्य अन्तः पदान्तः, न पदान्तः अपदान्तः इति इत्युक्ते पदस्य मध्ये अस्ति इति अर्थः वा? न पदान्त पदस्य अन्ते पदस्य मध्ये अस्ति इति अर्थः अर्थः न न एतत्तु पदमेव नास्ति महोदय. एतत् बन्द् इति धातुः वदतु. न इति पदम् इति विपरीतं वा अन्तस्य इति विपरीतं वा इति? अन्तस्य एव न अन्तस्य नकार विच् इस् पदस्य मध्ये अस्ति इति अर्थः वा? ओ इति अर्थे आगच्छति इति वा? इति अर्थे आगच्छति ऐ थिङ्क्. अतः न न तदा न भवति, न तदा न भवति. प्रथमं वयम् अवगच्छामः पदम् इत्युक्ते किम्, अपदम् इत्युक्ते किं. यत् पदं नास्ति तत्तु अपदम् इति, तद् प्रथमम् अपदान्तकार्यम् इति एव तस्य विषयः अस्ति. अत्र नकारः यद् अस्ति तद् मध्ये अस्ति इति कृत्वा पद अस्तु उत्तमं. परन्तु मम एकः प्रश्नः, न पदान्तस्य न पदान्तस्य जलि अपदान्तस्य कार्यं करोति, मोहनेश्वरः तदेव कार्यं पदस्य पदान्ते करोति. आम् आम् आम्. किमर्थं द्वयम् अस्ति, एकम् एव सूत्रं तदु न न मोनो तद् मोनोस्वारः नश्चापदान्तस्य जलि नकारमकारयोः कार्यं करोति. मोनोस्वरः मकारस्य एव कार्यं करोति, भिन्नभिन्नसूत्राणि. अस्तु, तत् पदान्तकार्यम्, एतत्तु अपदान्तकार्यम्. अस्तु, अत्र इत्युक्ते किं भगिनि? मोनुस्वारः इति एतस्य नश्चापदान्तस्य जलि इति सूत्रस्य पूर्वसूत्रमस्ति. मोनुस्वारः इति तत्सूत्रात् एव मह इत्यस्य अनुवृत्तिः अत्र मह अनुस्वारः इत्यस्य अनुवृत्तिः अत्र आगच्छति. मोनुस्वारः इति सूत्रं पदान्ते कार्यं करोति. उदाहरणं यदा वयं रामं पश्यति इति वदामः चेत् तत्र मकारः पदस्य अन्ते अस्ति किल, तत्र अनुस्वार आदेशः भवति किल, रामं तत्र अनुस्वारः उपरि आगच्छति, तदेव मोनुस्वारस्य कार्यं, तदेव पदान्तकार्यं. नश्चापदान्तस्य जलि अपदान्ते तस्य कार्यं भवति. अस्तु, तत्र नकारः अत्र बन्द् इति धातोः नकारस्य परे जल् वर्णः दकारः जलि अस्ति इति कृत्वा तदेव निमित्तमस्ति, जलि परे तदेव निमित्तम्. अतः नकारस्य स्थाने अनुस्वार आदेशः भवति. मध्ये अस्ति इति किमपि नास्ति, अत्र सन्धिकार्यम् अस्ति एतत्. तस्य स्थाने अनुस्वार आदेशः भवति. अत्र जलि परे दकारः जल् वर्णे अस्ति इति कृत्वा नकारस्य स्थाने अनुस्वारादेशः. यदा कम्प् इति धातुः तत्र मकारः अस्ति, मकारात् परे पकारः जलि अस्ति, अतः कृत्वा तत्र अपि अनुस्वारादेशः भवति. एतदेव एतत् सूत्रं वदति. अस्तु, अवगतं वा भगिनि? सर्वे अव्ययाः तु अपदान्त एव वा? सर्वे अव्ययाः सुबन्ताः महोदय. अद्य एव अहम् उक्तवती किल, यदा उपसर्गविषये तादृशमेव अव्ययम् अपि सुबन्तपदं, सुबन्तपदम् अस्ति. भगिनि आं महोदय, प्रश्नः पुनः. तयोर् तेषां तु सुपन्तः तु न भवन्ति, सुपन्त सुबन्तं न भवन्ति इति. ते कथं सुबन्तपदं भवन्ति तर्हि? यद् अव्ययः अत्र न, उदाहरणरूपेण अत्र इति शब्दं सुबन्तं वदामि चेत् अत्र अत्र अत्र एतत् सर्वं न न न तत्र यदा आम् आम् आम् उत्तमप्रश्नः. तत्र यदा वयं प्रत्ययः योजयामः तस्य सु औ जस् इति प्रत्ययस्य लुक् भवति अन्यत् सूत्रेण, परन्तु सुबन्तम् इत्यस्य लक्षणं तु तिष्ठति एव. एकमेव रूपं यदा भवान् उक्तवान् अत्र इत्येव, तस्य लिङ्गपरिवर्तनं वा वचनपरिवर्तनं वा न भवति, तस्य कारणमस्ति, सूत्राणि सन्ति. अस्तु आम् माला भगिनी पुनः. हा तद् सूत्रस्य अवगमनम् इच्छामि. तयोर् संहितायां तस्मात् सूत्रं वदति, तयोर् वावचि संहितायाम् इति अधिकारसूत्रमस्ति. संहितायाम् इति अधिकारे यदा अहम् उक्तवती किल, एतत् सन्धिकार्यम् अस्ति, त्रिपाद्याम् आगच्छति इति. अतः अधिकार संहितायाम् इति अधिकारे अस्ति एतत् सूत्रं. प्रथमपदस्य अर्थः किं? तयोर् न जानामि भगिनि, प्रायः किमपि बहु किमपि अस्ति. अस्तु भगिनि, संहितायाम् इत्युक्ते सन्धिविषये. आं विजया भगिनी वदतु भगिनि. मम समीपे अष्ट अध्याये तृतीयपादः समीपे मम समीपे सर्वसूत्राणि सन्ति पुस्तकमस्ति. तयोः इत्युक्ते तत्र षष्टिविभक्ति द्वितीयवचनं, यौ यौ इति प्रथमविभक्ति द्वितीयवचनम्, अचि इति संहितायाम् इति सूत्राणि सन्ति तत्र. उत्तमं भगिनि, तयोः तयोः यौ अचि संहितायां यः वः यौ इतरेतरद्वन्द्वः. अस्तु भगिनि, धन्यवादः. रघुपतिमहोदय, अनुस्वारस्य ययी परसवर्णः पठति वा? अनुस्वारस्य ययी परसवर्ण अष्टमध्यायस्य चतुर्थपादस्य सप्तपञ्चाशत् सूत्रमस्ति. अनुस्वारस्य स्थाने परसवर्णादे अष्ट ओके अष्टपञ्चाशत् पञ्चाशत् ओके 58 अनुस्वारस्य स्थाने परसवर्णादेशो भवति ययी परे. परस्य सवर्णः परसवर्णः षष्ठी तत्पुरुषः. अनुस्वारस्य षष्ट्यन्तं ययि सप्तम्यन्तं परसवर्णः प्रथमान्तं. त्रिपदमिदं सूत्रं ययि प्रत्याहारे श श सः एतान् व्यजयित्वा सर्वे हल् वर्णाः अन्तर्भूताः. तयोर्व्यावचि संहितायाम् इत्यस्मात् संहितायाम् इत्यस्य अधिकारः अनुवृत्तिसहितसूत्रम् अस्ति अनुस्वारस्य ययि परसवर्णसंहितायाम् इति. वयं दृष्टवन्तः कथं वन्द् अनुस्वार भूत्वा पुनः वन्द् इति भवति. अत्र अनुस्वार भूत्वा पुनः अनुनासिकः भवति इति, अनुनासिकरूपं प्राप्यति इति एतत् सूत्रं तस्य समर्थनं करोति. अनुस्वारस्य ययि परसवर्णः, यदि अनुस्वारस्य परे ययि प्रत्याहारस्थवर्णाः सन्ति चेत् तस्य परसवर्णः भवति. परसवर्णः भवति इत्युक्ते ययि ययि परस्य स्थाने यः वर्णः अस्ति यै प्रत्यारस्थ तस्य सवर्णः भवति इति अस्ति. अनुस्वारः अनुस्वारस्य सवर्णः अस्ति यै प्रत्यारस्थ तस्य पञ्चम वर्गीय पञ्चम वर्ण एव सवर्णम् इति निर्दिष्टम्. अतः यतः यदा वयं पश्यामः लम्ब् लम्ब् इति नकार दन्त्यनकारस्य लम्ब् भवति नश्च पदान्तस्य जलि अनन्तरं पुनः लम्ब् भवति लम्ब् बकारस्य परसवर्णः अस्ति परसवर्ण अनुस्वार अनुस्वार मकार आगच्छति लम्ब् इति भवति इति आम् उत्तमं तदेव परसवर्णः इति आगच्छति. यै प्रत्याहारे शशसः विहाय अन्ये हल् वर्णाः अन्तर्भूताः अनुस्वारस्य स्थाने परसवर्ण आदेशः भवति. परसवर्णः इत्युक्ते किम् इति अपि दत्तमस्ति, तत् पठित्वा अद्य समापयामः. अमित्राव् महोदय पठति वा? अनुस्वारस्य यै परसवर्णः परसवर्णः इत्युक्ते कुत्र पठामि? अनुस्वारस्य यै अनुस्वारस्य यै परसवर्णः इत्यस्य अग्रिमपरिचयः. परसवर्णः इत्युक्ते अनुस्वारोत्तरः यः वर्णः तस्य सवर्णः. सवर्णः नाम अनुस्वारोत्तरवर्ती यः वर्णः तस्य वर्णस्य वर्गे ये स्थिताः ते. अनुस्वारस्य स्थाने तेषु परसवर्णेषु अन्यतमः आदिष्टः भवतु, परन्तु तेषु परसवर्णेषु अस्माभिः कः अपेक्षितः? स्थाने अन्तरतमः सूचयति यत् यस्य स्थाने आदेशो भवति तस्य अन्तरतमो नाम सदृश आदिष्टो भवतु. वर्गीयव्यञ्जनेषु अनुस्वारस्य सदृशः पञ्चमसदस्यः एव, अतः स्थाने अन्तरतमः इत्यस्य सहायेन अनुस्वारस्य ययि परसवर्ण इत्यनेन अनुस्वारस्य स्थाने अग्रिमवर्णस्य वर्गीयपञ्चमादेशो भवति. नाम क ख ग घ इत्येषु कश्चन परे अस्ति चेत् अनुस्वारस्य स्थाने ङकारादेशः, तथैव च छ ज झ इत्येषु कश्चन परे अस्ति चेत् ञकारादेशः, टवर्गीयः अस्ति चेत् णकारादेशः, पवर्गीयः अस्ति चेत् मकारादेशः. यथा अङ्ग इत्यस्मात् अङ्ग, मञ्च इत्यस्मात् मञ्च, मन्ता इत्यस्मात् मन्ता. अनुस्वारस्य यै परसवर्णस्य जलि वा न परसवर्णः इत्युक्ते किम् इति दत्तमस्ति महोदय. परसवर्णः एतत् सूत्रं नास्ति. परसवर्णः इत्युक्ते किम् पदस्य विवरणं वदतु महोदय, किम् अस्ति? अनुस्वार उत्तर यः वर्ण तस्य सवर्ण. अनुस्वारस्य अग्रे यः वर्ण अस्ति तस्य सवर्णः. सवर्ण इत्युक्ते स्थाने अन्तरतम इति सूत्रात् उच्चारणस्थान समानं भवतु. तर्हि अनुस्वारस्य उच्चारणस्थानम् अस्ति नासिका. तर्हि पञ्चम वर्गीय पञ्चम पञ्चमसदस्य फिफ्त् कालम् आफ् द करेस्पाण्डिङ्ग् अनुस्वारे परे यः वर्णः अस्ति तस्य वर्गस्य पञ्चम वर्ण आदेशः भवति. यथा अङ्ग अस्ति चेत् अ उत्तरवर्ती अनुस्वार अस्ति तद् अग्रे ग अस्ति ग कवर्गः सदस्यः कवर्गस्य पञ्चमवर्ण ङ क ख ग ग ङ तद् आदेशः भवति अङ्ग. मञ्च च वर्गस्य मन्ता अत्र तवर्गस्य दन्त्य दन्त्य नकार भवति अनुस्वारस्थाने आदेश परसवर्ण इत्युक्ते अनुस्वारस्य सवर्ण. आम् तदेव सूचयति परसवर्णः इत्युक्ते किम् इति एव दत्तमस्ति स्थानेन्तरतमः इति परिभाषासूत्रेण वयं ज्ञातुं शक्नुमः कः सदृशवर्णः इति ज्ञातुं शक्नुमः तदेव दत्तमस्ति. प्रायः अग्रिमसप्ताहे एतत् पाठं समापयिष्यामः इति भाति. अस्तु प्रश्नः अस्ति वा? अपदान्तस्य यस्य अन्वय न पदान्तः पदन्तः इति अस्ति सो इट् इस् देट् विच् इस् नाट् एट् दि एण्ड् आफ् अ पद पदस्य अन्ते न तदेव पदस्य अन्ते न पदस्य अन्ते न तदेव तद् मध्ये किमपि तद् नास्ति पदस्य अन्ते यद् नास्ति तदेव अपदान्तः. अपदान्तकार्यम् इति बहुषु स्थलेषु आगच्छति अतः एव प्रथममेव ज्ञातव्यं पदम् इत्युक्ते किम् अपदम् इत्युक्ते किं पदान्ते किं कार्यं भवति अपदान्ते किं कार्यं भवति इत्यस्य अवगमनार्थं पदम् इत्युक्ते किम् इति प्रथमम् अवगन्तव्यं सुप्तिगन्तं पदं सर्वदा एतदेव मनसि स्थापयतु. अस्तु धन्यवादः. धन्यवादः धन्यवादः धन्यवादः भवति.